अस्तु, तर्हि अधुना विभागसाधनार्थम् एकम् अनुमानं वाक्यं दृष्ट्वा तस्यैव विषये एकं परिशिष्टमस्ति पुस्तकस्य अन्ते, तत् पठन्तः स्मः. तत्र च उक्तमासीत् यत् जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इति, वा तस्य अर्थः अस्ति यत् जनकनाशं विना जन्यः कश्चन गुणनाशः इति. तर्हि तत्र एकः प्रश्नः उदेति यत् जनकम् इत्युक्ते किम् इति. तर्हि तत्र अस्माभिः परिशीलितं यत् जनकम् इत्युक्ते केवलं कारणम् इति न, आश्रयनाशाजन्यगुणनाशः इत्यस्मात् किञ्चित् भिन्नमेव अस्ति इदं. जनकम् इत्युक्ते केवलम् आश्रयः इति न, अपि तु समवायिकारणं वा असमवायिकारणं वा निमित्तकारणं भवितुम् अर्हति जनक इति. तत्र जनकनाशाजन्यगुणनाशः इत्यस्य उदाहरणानि दृष्टानि आसन्. तर्हि समवायिकारण प्रथमतया जनकस्य नाशः भवति चेत् तत्र कीदृशः नाशः भवति इति दृष्टमासीत्. समवायिकारणनाशेन इत्यस्य उदाहरणमासीत् घटध्वंसः, तेन रूपरसादीनामपि ध्वंसः. यतोहि घटः अस्ति समवायिकारणं, रूपरस इत्यादिकमस्ति घटे विद्यमानाः गुणाः. तर्हि समवायिकारणनाशेन तत्र गुणनाशः इति. अपि च निमित्तकारणनाशेन गुणनाशः इत्यस्य उदाहरणमस्ति अपेक्षाबुद्धि इति निमित्तकारणमस्ति, तस्य नाशेन द्वित्वादिसङ्ख्यायाः नाशः इति. असमवायिकारणनाशेन गुणनाशः इति नूतनविषयः अस्माकं कृते. तत्र तु उदाहरणं दत्तमासीत् दिक्पिण्डसंयोगरूपासमवायिकारणनाशेन परत्वादिनाशः इति. तर्हि दिक्पिण्डसंयोगारूप असमवायिकारणम् इत्यस्य किञ्चित् जयन्ती भगिनी तस्य विश्लेषणं करोति वा? आं भगिनि, दिक्पिण्डस्य संयोगरूप असमवायिकारणनाशेन भवति इति. दिक् इत्युक्ते अत्र दिक् इति द्रव्यम् अस्ति, सः तु विभुद्रव्यम् अस्ति, तस्य अन्तः नास्ति. पिण्डम् इत्युक्ते द्रव्यं, मूर्तद्रव्यं. दिक्पिण्डसंयोगरूप इत्युक्ते अत्र एकम् उदाहरणम् अस्ति, उदाहरणेन अस्वायिकारणस्य विवरणं दत्तम् आसीत्. कश्चन रामः अस्ति, तस्य समीपे घटः अस्ति इति चिन्तयामः. घटदिशयोः संयोगः भवति, घटः इति मूर्तद्रव्यम् अस्ति, द्रव्येन सह दिक् इति मूर्त विभुद्रव्यस्य संयोगः अस्ति. सः तु रामस्य समीपे, सः संयोगः रामस्य समीपे, रामस्य दृष्ट्या समीपे एव भवति इति. समीपे इत्यस्य कारणात् तस्य नामकरणम् अस्ति तस्मिन् द्रव्येऽस्मिन् यः गुणः अस्ति अपरत्वम् इति उच्यते. रामम् अपेक्ष्य घटः अपरः अस्ति, वा रामम् अपेक्ष्य दिक् इति अपरा अस्ति इति उच्यते. यदि घटस्य अपनयनं जातम् इत्युक्ते घटं स्वीकृत्य अन्यत् स्थापयामः चेत् तस्मिन् पूर्वस्मिन् क्षणे यः संयोगः आसीत् घट दिक् इत्यनयोः संयोगः, तस्य नाशः भवति. तस्मिन् स्थाने अपरः संयोगः भवति, येन द्रव्ययोः परत्वम् इति गुणः आयाति. समीचीनं भगिनि. तर्हि इतोपि एकवारं स्पष्टीकरणार्थम् आरम्भे तु दिक्पिण्डसंयोगः असमवायिकारणं कथं भवति इति प्रश्नः उदेति, परत्वस्य वा अपरत्वस्य, खलु? तर्हि असमवायिकारणस्य सामान्यपरिभाषा का? असमवायिकारणम् इत्युक्ते समवाये समवेतं सत् कार्यं वा गुणः यज्जनयति तत् असमवायिकारणम्. अधुना तु परत्वम् अथवा अपरत्वम् इति गुणः कस्मिन् अस्ति? द्रव्ययोः अस्ति, द्वयोः एव. तत्तु सत्यं, द्रव्ययोः अस्ति. इदानीं घटः एव विषयः. अरे घटे अस्ति अपरत्वम् अपरत्वं, रामस्य दृष्ट्या कुत्र अस्ति, संयोगः कुत्र जायते इति इत्यस्य आधारेण अपरत्वम् अपरत्वम् इति उत्पन्नः जातः. तस्य कारणं किम् अस्ति इत्युक्ते संयोग. केन सह संयोगः घटस्य? दिशि सह संयोगः भवति. स च संयोगः कुत्र वर्तते, कस्मिन् अधिकरणे? घटे एव वर्तते संयोगः, घटे वर्तते. अपि तु अपरत्वम् अपरत्वम् अपि घटे एव जनयति. अत्र समवायिकारणं तु घटः अस्ति, संयोगः इति गुणस्य समवायिकारणं तु घटः अस्ति. तस्मिन्नेव करणे परत्वम् अपरत्वम् इति गुणः अपि जनयति. संयोगात् एव परत्वं वा अपरत्वम् इति गुणः आयाति इत्यस्य कारणात् संयोगः परत्वं वा अपरत्व परस्य वा अपरत्वस्य असमवायिकारणं भवति. सम्यक्, समीचीनमस्ति. तर्हि कथम् असमवायिकारणम् इति ज्ञातवन्तः. तर्हि असमवायिकारणनाशेन परत्वादिनाशः इति भगिनी उक्तवती एव इति मन्ये. एकः घटः यः समीपस्थः अस्ति, तं घटं दूरं नयामश्चेत् तर्हि पुरातनसंयोगः नश्यति. इत्युक्ते दिक्पिण्डसंयोगः, घट अपि च घटदिशोः संयोगः नश्यति. तेन असमवायिकारणस्य नाशः जातः, अतः परत्वम् अथवा अपरत्वमपि नश्यति इति आसीत् इति दिक्पिण्डसंयोगरूप असमवायिकारणनाशेन गुणनाशः इत्यस्य उदाहरणमस्ति. अस्तु, ततः कोऽपि प्रश्नः अथवा? अस्तु, अपि च नूतनतया कः अस्ति अथवा का अस्ति? लक्ष्मी अस्ति भगिनि. नमस्ते. नमस्कारः भगिनि. अस्तु, अधुना ततः अग्रे गत्वा इतोपि एकं तत्र अग्रिमपरिच्छेदे एव एकं वाक्यमासीत्, एतद्भिन्नगुणनाशः स्वाधिकरणे विद्यमानेन गुणान्तरेणैव भवति इति. तर्हि एतद् भिन्नः इत्युक्ते किं तत्र, सावित्री भगिनी किञ्चित् वदति वा? तत्र एतद्भिन्नः इत्युक्ते जनकनाशजन्यगुणनाशः तस्मात् भिन्नः इति. इत्युक्ते गुणनाशः असमवायिकारणनाशेन न समवायिकारणनाशेन न निमित्तकारणनाशेन न भवति. स्व अधिकरणे विद्यमानेन अन्यत् गुणेन भवति इति. समीचीनं. तर्हि एतद् भिन्नः इत्युक्ते किम् आहत्य? आहत्य जनकनाशजन्य गुणनाशः इति, तस्मात् भिन्नः. न चिन्तयतु. आमामां, जनकनाशजन्यगुणनाशः एव इत्युक्ते असमवायिकारणनाशेन गुणनाशः न जातः, समवायिकारणनाशेन न जातः, निमित्तकारणनाशेन न जातः. स्वाधिकरणे यद्गुणः अस्ति, नूतनगुणः अस्ति, तस्मात् गुणनाशः जायते. एतद् इत्युक्ते जनकनाश अजन्यगुणनाशत्वात् न इति. वस्तुतः अत्र अस्मिन् अस्मिन् वाक्ये जनकनाशाजन्यगुणनाशः इत्यस्यैव उल्लेखः. आमामां, सत्यं भगिनि, सत्यम्. अतः एतद् भिन्नः इत्युक्ते जनकनाशभिन्नः इति वक्तव्यम्. जनकम् इति तु भवती उक्तवती समवायी असमवायी निमित्तम् इति, तद्भिन्नगुणनाशः इत्युक्ते जनकनाशभिन्नगुणनाशः कश्चन यः जनकनाशाजन्यगुणनाशः इति अस्ति. अस्तु, तत्र उदाहरणानि कानि कानि इति एकवारं स्मारयति वा? तत्र यथा संयोगेन घटरूपः नाशति, अपि च द्वितीयम् आसीत् द्रवत्वनाशः. तेजस्संयोगेन घटे यद् यत्किमपि द्रवत्वम् आसीत् तदपि नश्यति. तत् ते एव उदाहरणमिति मन्ये. समीचीनं. तर्हि आहत्य तत्र जनकनाशः न जातः, जनकस्य नाशः न जातः, अपि च तत्र यः कोऽपि नाशः अभवत् रूपादीनां, सः नाशः तु स्वाधिकरणे विद्यमानेन समानाधिकरणगुणेन जातः नाशः इति अस्ति इति पिटरपाकवादिनैयायिकमते इति उक्तमासीत्. अतः एव पिटरपाकवादिनः के इति किञ्चित्. अहमेव वा भगिनि अथवा प्रायः सन्ध्या भगिनी तत्र वदति वा पिटरपाकवादिनः के, पीलुपाकवादिनः के इति संक्षिप्तरूपेण. आं भगिनि, अत्र कथं गुणनाशः भवति इत्यस्य विषये तत्र मतद्वयमस्ति वा सिद्धान्तद्वयमस्ति इति वक्तुं शक्नुमः. एकः अस्ति पीलुपाकवादः इति, अनन्तरं द्वितीयमस्ति पिठरपाकवादः. तत्र पीलुपाकवादः इत्युक्ते तत्र पीलुः इत्युक्ते परमाणुः. अतः पीलुपाकवादिनः ये जनाः सन्ति ते वदन्ति यः कोऽपि तत्र रूपनाशः भवति तस्य प्रथमं परमाणौ भवति, परमाणौ एव तत्र उदाहरणार्थं तत्र तेजस्संयोगात् रूपनाशः इति स्वीकुर्मः. प्रथमं परमाणौ तेजस्संयोगः भवति, अनन्तरं तत्र परमाणौ तेन तेजस्संयोगेन रूपस्य नाशः भवति, ततः उपरि ज्वके रूपनाशः संयोगः रूपनाशः च भवति, ततः परं त्र्याङ्गे इति कृत्वा लघु परमाणुतः उपरि द्रव्यपर्यन्तम् आगच्छति इति तेषां मतमस्ति. तर्हि पीलुपाकवादस्य नाम वा मतं वैशेषिकाणां इति दृष्टवन्तः. पिठरपाकवादः इति नैयायिकानां मतमस्ति. पिठरः इत्युक्ते घटः, तर्हि तत् केवलं घटः एव न, परन्तु यत्किमपि द्रव्यं तत्र पिठरशब्देन यत्किमपि पार्थिवद्रव्यं भवति. तर्हि तेषां मतानुसारं तत्र परमाणोः आरम्भः न भवति, परन्तु साक्षात् घटे एव यत्किमपि परिवर्तनम् इत्युक्ते रूपनाशः इति अस्ति तद् घटे एव साक्षात् भवति. एकस्मिन् समये एव तत्र घटे एव भवति, न तु परमाणौ इति. तर्हि रूपनाशः भवति इति द्वयोः अपि मतम् अस्ति, परन्तु कथं भवति तत्र का इत्यस्य मध्ये भेदः अस्ति. समीचीनं भगिनि. तर्हि पीलुपाकवादिनः वादः पीलुमाधारीकृत्य, परमाणुमाधारीकृत्य, परमाणुतः नाशः उपरि गत्वा द्रव्यस्य अपि तत्र द्रव्यस्य गुणः अपि नश्यति इति. पिटरपाकवादी मतानुसारं प्रथमं पिटरे अथवा द्रव्ये जायते एकस्मिन् तस्मिन् समये एव अन्ततो गत्वा परमाणौ अपि भवति इति, घटस्य अथवा यः कोऽपि भवतु पिटरः तस्य अवयवेषु इति, तत्र मतभेदः अस्ति. परन्तु उभाभ्याम् अङ्गीक्रियते यत् अस्तु, परमाणुतः आरभ्य घट अथवा द्रव्यपर्यन्तं सर्वत्र नाशः भवति क्रमेण, किन्तु प्रक्रिया भिन्ना यथा भगिन्या उक्तम्. अस्तु, इति एतावत्पर्यन्तं चर्चितम् आसीत् गतवर्गे. अधुना अग्रे सरेम. राजेन्द्रमहोदय पठति वा अद्यत्वे? कुतः आहत्य? न, अद्यत्वे. अद्यत्वे अद्यत्वे वैशेषिकं न्यायः इति इमौ द्वौ विषयौ मिलित्वा पठ्यते. पृथक् पाठः इति साधारणतया न भवति. किमर्थं द्वयं मिलित्वा पठामः इति चेत् अन्वोः नव प्रतिशतं मतं समानम् एव, अन्योः नव प्रतिशतं सिद्धान्ताः समानाः. कुत्रचिदेव एकप्रतिशतं भिन्नम्. अस्मिन् लघुभेदक्षेत्रे एतादृशाः केचन विषयाः सन्ति. वैशेषिकानां मतानुसारं प्रमाणोपाकः जायते, अथ ते विलुपाकवादिनः इति उच्यते. न्यायिकानां मतानुसारं घटे साक्षात् पाकः जायते, अर्थ ते पिठरपाकवादिनः इति उच्यते. अत्र किं लिखितमस्ति, तत् वैशेषिकं न्यायः इति द्वौ विषयौ इदानीं मिलित्वा पठामः. पृथक् पृथक् साधारणतया पाठं न भवति. यथा द्वे अपि नव प्रतिशतं मतं समानम् एव, सिद्धान्तः अपि समानः एव, कुत्रचित् एव एकप्रतिशतं भिन्नम् आसीत्. कारणतया तत् मिलित्वा पठ्यते. वैशेषिकं नाम न्यायिकानां नाम अस्ति, कथं क्रिया चलति तत् सामान्यतः पृथक् पृथक् न पठामः, मिलित्वा पठामः. यत्किमपि न्यूनम् एकप्रतिशतं भेदः अस्ति, तत् क्षेत्रे केचन विषयाः सन्ति. यथा पूर्वं भगिनी इदानीम् एव उक्तवती, शासिकानां मतानुसारं परमाणोः पाकः जायते, अतः यथा तेजसंयोगेन प्रथमं परमाणोः पाकः जायते, तदनन्तरं द्वयं त्रयाणके चतुर्णके उपरि गत्वा घटपर्यन्तं तत् रूपपरिवर्तनं भवति, रूपः नश्यति. तदनन्तरं परमाणवतः नूतनरूपः आगच्छति, द्वयनिके त्रयणिके तत्र घटं पर्यन्तं तत्र नूतनरूपः जायते. तत्र न्यायिकानां मते अनुसारे घटे साक्षात् पाकः जायते, ते न अङ्गीकुर्वन्ति. यतोहि द्वौ पक्षौ प्रमाणः अङ्गीकुर्वन्ति, प्रमाणः तत्र अस्ति, परन्तु न्यायिकानाम् अनुसारं घट साक्षात् पाकः जायते. तत्र एतं प्रमाणः प्रथमं तद्वनिके त्रोणिके तत् क्रमेण तथा न अङ्गीकुर्वन्ति. ते वदन्ति घटे साक्षात् पाकः जायते, अतः ते आमां सम्यक् महोदय, तथैव अस्ति. तर्हि अत्र वार्ता अस्ति यत् वैशेषिकाणां मते नाशः अपि च नूतनरूपस्य जननम् उभौ अपि पीलुतः परमाणुतः आरभ्य अवयवपर्यन्तं अवयविपर्यन्तं गच्छति. नैयायिकानां मतानुसारं रूपस्य रूपादि गुणानां नाशः अपि च तेषां जननं उभौ अपि साक्षात् द्रव्यात् आरभ्य परमाणुपर्यन्तम्। अपि च इदमपि मनसि स्थातव्यं यत् भिन्नसमये घटे भिन्नसमये परमाणु इति न इति उक्तवन्तः एव जनाः अद्य, किन्तु पुनः स्मरणार्थं भिन्नभिन्नसमये इति न, एकस्मिन् समये एव घटे अपि परमाणु अपि इति तेषां मतमस्ति नैयायिकानां। तर्हि हा एतावदेव वक्तव्यमस्ति अस्मिन् परिच्छेदे। अपि च वर्गे एकः विषयः आगतः आसीत्, द्रोणमहोदयेन उक्तमासीत् यत् वैशेषिकाणां सप्तपदार्थाः, नैयायिकानां तु षोडशपदार्थाः सन्ति, तेषामपि षोडशपदार्थम् अन्तर्भावः सप्तपदार्थेषु एव सन्ति इति। तर्हि प्रायः वयं यद् किमपि पठितवन्तः पुस्तकस्य आरम्भे सप्तपदार्थाः इति, तत्तु वैशेषिकाणामेव इति चिन्तयामि। अस्तु, तर्हि अग्रे सरेम इतः। सरला भगिनी पठति वा? आं भगिनि, एतावता परिच्छत्वेन उक्तं प्रकृतौ जनकनाशाजन्यगुणनाश तादृशजनकनाशाद्भिन्नगुणनाश स्वाधिकरणे विद्यमानेन गुणान्तरेण हि भवति। यथा घटादिषु द्रव्येषु रूपं रसगन्धस्पर्श तेषां नाश तेजसंयोगात्। इति चत्वार एकदेश अन्वयदृष्टान्त। इदं मतं पिठरपाकवादिनाम् इत्युक्तं, पीलुपाकवादिनां मतम् अत्र किमित्यस्य बोधनार्थं किञ्चित् इतोपि गभीररीत्या स्थिति परिशीलनीया भवति। प्रकृतौ यथा वयं पूर्वं चर्चितवन्तः, जनकनाशेन गुणनाश न भवति, तस्य तस्मात् भिन्न गुणनाश भवति विद्यमान समान अधिकरणे विद्यमानगुण तस्य अन्तर् गत्वा अन्यगुणस्य नाश भवति। तादृशजनकनाशात्मन गुणनाश स्वाधिकरे विद्यमानेन गुणान्तरं हि भवति। यथा वयं चर्चितवन्तः तेजस्संयोगेन घटस्य तेजस्संयोगेन घटस्य रूपनाश भवति, तो घट अधिकरणं तस्मिन् समान अधिकरणे तेजस्संयोगः अस्ति तस्मिन् घटस्य रूप नाश जाति। रूपगुणनाश तेजसंयोगेन गुणे भवति, एतद् भिन्नं भवति। भवत्याः वाक्ये गुणनाशः इत्युक्ते कस्य नाशः? गुणनाश यथा रूपनाश वा द्रवत्वनाश। रूपम् अपेक्षया, रूपस्य अपेक्षया तत्र रूप रस गन्ध स्पर्श एते गुणा द्रवे भवन्ति, तस्य नाश तेजस्संयोगेन किमपि शीतसंयोगेन अपि भवितुं शक्नोति। हा, समीचीनं। तेजसंयोगः इति गुणः गुणान्तरम् इति पदेन ग्राह्यः, गुणः अस्ति गुणान्तरेण इति अपि अस्ति खलु। तर्हि गुणान्तरेण इति पदं सूचयति यत् तेजसंयोगेन अथवा तादृशसमानाधिकरण अन्यत् गुणेन इति। एते चत्वार एकदेश अन्वयदृष्टान्त। गुणनाशः तेजसंयोगात् यदि भवति रूपरसगन्ध, एते चत्वार अन्वयदृष्टान्तस्य एक देश अस्ति। यथा जनकनाशगुणजन्यनाश सामान्य अस्ति, विशेष तस्य एकरूपम् एकदेश वृत्तिः अस्ति तेजस्संयोगात् गुणनाश। हा, जनकनाशजन्यगुणनाशः इति किमासीत् तत्र? भवती सम्यक् एव उक्तवती किञ्चित्। यथा वयं आशनाशजन्यगुणनाश सामान्य सामान्य किमस्ति भगिनि पक्षः सामान्यपक्ष इति जनकनाशजनगुणनाश सामान्यपक्ष अस्ति तस्य एकदेश अस्ति घट तेजस्संयोगगुणनाश अन्तर्गत गत्वा तस्मिन् सामान्यपक्षे जनकनाशजन्यगुणनाश इत्यस्मिन् सामान्यपक्षे पाकजरूपनाशः इति एकः पक्ष एकः अन्वयदृष्टान्तः दृष्टान्तः अस्ति हा एकदेशदृष्टान्तः तद्वदेव पाकजरूपनाशवत् इत्यस्य स्थाने पाकजरसनाशवत् इत्यपि वक्तुं शक्यते पाकजरूपं गन्धस्पर्श चत्वारः इति एते चत्वारः अपि एकदेशदृष्टान्तः भवितुमर्हन्ति सामान्यपक्षस्य इति अस्तु इदं मतं पिठरपाकवादिनाम् इति उक्तम् एतत् अन्वयदृष्टान्त एतत् मतं पिठरपाकवादिनां मतमस्ति पीलुपाकवादिनां मतम् अत्र किम् इत्यस्य बोधनार्थं किञ्चित् इतोपि गम्भीर्या स्थितिः परिशीलनीया भवति पीलुपाकवादिनां मतं तस्य कया रीत्या गुणनाश भवति तस्य गम्भीरतया अग्रिमे वयं पठामः इदं मतम् इत्युक्ते जनकनाशजन्यगुणनाशः समानाधिकरणगुणजन्यः इति यादृशवाक्यम् अस्माभिः अनुमानपरिशीलनस्य प्रसङ्गे दृष्टमासीत् तादृशवाक्यमस्ति पिठरपाकवादिनां मतं पीलुपाकवादिनाम् अन्यत् किमपि स्यात् यद् अग्रे आगच्छति अस्तु अग्रे सरेम तर्हि अस्तु वर्धिनी भगिनी अग्रिमपरिच्छेदं पठति वा आं भगिनि एतावता परिचयत्वेन उक्तम् अधुना अग्रे वस्तुस्थितिः द्रष्टव्या वैशेषिकाणां मतानुसारं परमाणुपाकः जायते अतः ते पीलुपाकवादिनः इति उक्तम् आरम्भे अपक्वं घटं स्वीकुर्मः तस्मिन् मृदुत्वं वर्तते मृदुत्वं किमर्थम् इति चेत् घटस्य अवयवसंयोगेषु शैथिल्यम् अस्ति अधुना अपक्वघटः अग्निसंयोगत्वस्थले स्थाप्यते तस्मात् घटस्य परमाणुषु पाकः जायते परमाणवः नित्याः अतः तेजसंयोगेन अपि तेषां नाशो न भवति किन्तु अनेन पाकेन द्वयोः परमाणोः यः शिथिलसंयोगः सः संयोगः नश्यति द्वयोः परमाणोः यः संयोगः आसीत् सः नष्टः सः च संयोगः द्व्यणुकस्य असमवायकारणम् आसीत् अधुना अग्रे पठतु किञ्चित् स्थगितमासीत् मध्ये तदर्थं पृष्टम् अग्रे अधुना असमवायकारणनाशात् तच्च द्वेणुकं स्वयं नष्टं परमाणुः नित्यः किन्तु द्वेणुकं नित्यं न यदा पाकेन परमाणुद्वयस्य संयोगः नष्टः तदा तस्मात् द्वेणुकं नष्टं तर्हि परमाणुद्वयसंयोगनाशेत् सति द्व्यणुकनाशः अधुना द्व्यणुकं त्र्यणुकस्य अवयवः अतः तच्च द्व्यणुकं त्र्यणुकस्य समवायकारणं यदा द्व्यणुकं नष्टं तदा समवायकारणनाशात् त्र्यणुकमपि नष्टं ततः अग्रे च संयोगनाशेन अवयवनाशः इति न अपि तु साक्षात् द्रव्यभूत अवयवस्य नाशात् तस्मिन् समवेतस्य नाशः, अतः त्रयोणुकनाशात् चतुर्णकनाशः चतुरणुकनाशः एवञ्च क्रमेण कपालिकानाशः कपालिकानाशात् कपालनाशः अन्ततो गत्वा घटनाशः अपि जायते. परिच्छेदः बृहान् अस्ति, तर्हि कण्ठशः पठेम. भगिनी एकः प्रश्नः अस्ति, तत्र चतुर्णकम् इति अस्ति तद् समीचीनं वा, चतुरणुकम् इति नास्ति वा? चतुरणुकं सत्यं, हा हा कङ्कणदोषः चतुरणुकमेव, तथा एव सा स्यात् खलु. चतुः अणुकं चतुरणुकम् इति विसर्गसन्धिः प्रायः. अस्तु, चतुरणुकमेव तर्हि वस्तुतः रूपम्. आमाम् आम् इति चिन्तयामि. अस्तु, धन्यवादः. अस्तु, तर्हि वर्धिनि भगिनि आरम्भतः किञ्चित् इदं चर्चनीयं. वैशेषिकाणां मतानुसारं परमाणोः पाकः जायते, अतः ते पीलुपाकवादिनः इत्युक्तम्. पीलुपाकवादिनसिद्धान्तः परमाणोः पाकः जायते. आरम्भे अपक्वं घटं स्वीकुर्मः, अत्र मृदुत्वं वर्तते. अत्र घटस्य अवयवसंयोगेषु शैथिल्यमस्ति, मृदुत्वम् अस्ति. हा समीचीनं भगिनि. घटे घटे घटे मृदुत्वं, घटे मृदुत्वं किमर्थम् अस्ति? घटः कठिनं नास्ति, अधुना घटः कठिनः नास्ति. घटः किमर्थं मृदुत्वम् अस्ति? घटस्य शैथिल्यमस्ति, मृदुत्वम् अस्ति. शैथिल्यं कुत्र? पाकजसंयोगः न, अधुना पाकजसंयोगस्य विषयः नास्ति. शैथिल्यं कुत्र अस्ति आरम्भे? अवयवसंयोगेषु शैथिल्यम् इति अस्ति खलु? इत्युक्ते अवयवसंयोगेषु शैथिल्यमस्ति, घटस्य अवयवसंयोगेषु शैथिल्यमस्ति. हा इत्युक्ते कपालद्वयसंयोगः यः अस्ति, अथवा कपालिकानां मध्ये संयोगः, तादृशसंयोगः शिथिलः अस्ति. शिथिलः इति जानाति खलु? वीक् इति, दुर्बलः. हा, तादृशसंयोगः अस्ति अधुना. अपक्वः घटः चेत् मृदुत्वम् अस्ति. हा, घटः अपक्वः कारणेन मृदुत्वम् अस्ति. अवयवसंयोगेषु शैथिल्यमपि अस्ति. समीचीनम्. अग्रे, घटस्य परमाणुषु पाकः जायते परमाणवः नित्याः. कुत्र अस्ति अधुना अपक्वघटः अग्निसंयुक्तस्थले? अपक्वघटः अग्रे अग्निसंयोगस्थले स्थाप्यते. तस्मात् घटः इदानीम् अपरस्थले अग्निसंयोगस्थले स्थापितः, तस्मात् घटस्य परमाणुषु पाकः जायते. परमाणुषु पाकः, अग्निसंयुक्तस्थले इत्युक्ते तेजसंयुक्तस्थले. तावदेव तेजसंयोग. तदा किं भवति? परमाणुषु पाकः जायते परमाणवः नित्याः. परमाणवः नित्याः, तेजसंयोगेनापि नाशः न भवति इति तु जानीमः खलु. किमर्थमिति, परमाणवः नित्याः इति चेत् नाशः न भवति तेजसंयोगेनापि. परमाणुषु पाकः जायते इत्युक्ते परमाणुषु तेजसंयोगः जायते, किन्तु परमाणवः न नश्यन्ति तेजसंयोगेनापि, यतोहि ते नित्याः. अस्तु अग्रे. अनेन पाकेन द्वयोः परमाणोः यः सिजल संयोगः सः संयोगः नश्यति. द्वयोः परमाणोः शिथिलसंयोगः परमाणवः नित्याः सन्ति. द्वयोः परमाणोः द्व्यणुकः नः द्व्यणुकम् इति वस्तु कथं जायते? द्वयोः परमाणोः संयोगेनैव जायते खलु? आमाम्. द्वयणुकं तथा अस्ति, किन्तु तयोः संयोगेन, द्वयोः परमाणोः संयोगेन जायते. तर्हि घटम् अग्निसंयुक्तस्थले स्थापयामश्चेत् घटे यावन्तः परमाणवः भवन्ति तेषां नाशः न भवति, किन्तु परमाणोः मध्ये यः संयोगः अस्ति सः किं भवति? सः नष्टः. हा, स च संयोगः द्व्यणुकस्य असमवायकारणम् आसीत्. एकनिमिषः. द्वयोः परमाणोः यः संयोगः आसीत् सः नष्टः. अस्तु. स च संयोगः द्व्यणुकस्य असमवायकारणम् आसीत्. असमवायकारणं कथम् आसीत्? द्व्यणुकस्य मध्ये असमवायिकारणमस्ति वा? हा, द्व्यणुकस्य समवायिकारणं किम्, असमवायिकारणं किम् इति लक्ष्मी भगिनी साहाय्यं करोति वा? आं भगिनि, द्व्यणुकस्य समवायिकारणं परमाणु द्वयणुकस्य अवयवः परमाणवः ते एव समवायिकारणम्. परमाणोः मध्ये ये संयोगः अस्ति तत् असमवायिकारणमस्ति द्वयणुकस्य. हा, समीचीनं. तर्हि परमाणुद्वयं समवायिकारणे कारणं भवति द्वयणुकं प्रति. अपि च द्वयोः परमाणोः मध्ये यः संयोगः अस्ति सः संयोगः कुत्र कुत्र अस्ति? लक्ष्मी भगिनि, द्वयोः परमाणोः परमाणोः समवायिकारणेन अस्ति. इत्युक्ते परमाणु संयोगः परमाणु इति सूत्रमस्ति चेत् संयोगः द्वयोपि परमाणोः. समीचीनम्. उभयोः परमाणोः अस्ति सः संयोगः. अस्तु. वर्धिनी भगिनी किं वदन्ती आसीत्? पुनः वदतु भगिनि. द्वयोः परमाणोः परमाणुमध्ये संयोगः अस्ति. सत्यम्. अपि च सः संयोगः द्व्यणुकस्य असमवायिकारणम् इति उक्तं. किमर्थम्? यतोहि सः संयोगः द्व्यणुकस्य समवायिकारणे, नाम परमाणौ स्थित्वा पुनः समवायेन द्व्यणुकं जनयति. द्व्यणुकम् इति कार्यं खलु? कार्यं स्व आश्रये अस्ति. सत्यं. कार्यं प्रति कारणम्. हा हा, द्वयोः परमाणोः संयोगः द्व्यणुकस्य समवायीकारणे स्थित्वा, नाम परमाणौ स्थित्वा द्व्यणुकं जनयति इति कृत्वा संयोगः, द्वयोः परमाणोः संयोगः अस्ति असमवायिकारणं द्व्यणुकस्य इति. बुद्धं वा एतावता? अस्तु. तर्हि एतावता किं किं दृष्टमासीत्? एकः आरम्भे एकः संयोगः भवति मृदुत्वं यत्र अस्ति घटे तत्र तस्मिन्नेव घटे अवयवसंयोगाः शिथिलाः भवन्ति. अधुना घटम् अग्नियुक्तस्थले स्थापयामश्चेत् तत्र घटपरमाणुषु पाकः अथवा तेजसंयोगः जायते. तेन तेजसंयोगेन परमाणोः मध्ये यः शिथिलसंयोगः आसीत्, परमाणवः अपि अवयवाः घटस्य, तर्हि तयोः मध्ये अपि शिथिलसंयोगः आसीत्, सः शिथिलसंयोगः नष्टः भवति. अपि च सः शिथिलसंयोगः नाशः, तस्य नष्टः भवति इति तु उक्तम् एतावत्पर्यन्तम्. अपि च एषः शिथिलसंयोगः यः नष्टः, सः द्वियणुकस्य असमवायिकारणम्. अस्तु, अग्रे गत्वा पश्येम तस्य नाशेन किं भवति इति. अग्रे लक्ष्मी भगिनी पठति वा? अधुना असमवायिकारणनाशात् तस्य द्वयणुकं स्वयं नष्टम्. परमाणुः नित्यः, किन्तु द्वयणुकं नित्यं न. यदा पाकेन परमाणुद्वयस्य संयोगः नष्टः, तदा तस्मात् द्वयणुकं नष्टम्. तर्हि परमाणुद्वयसंयोगनाशे सति द्वयणुकनाशः. अधुना द्वयणुकं त्रयणुकस्य अवयवः, अथवा तस्य द्वयणुकं त्रयणुकस्य समवायिकारणम्. यदा द्वयणुकं नष्टं, तदा समवायिकारणनाशात् त्रयणुकमपि नष्टम्. ततः अग्रे च संयोगनाशेन अवयवनाशः इति न, अपि तु साक्षात् द्रव्यभूता अवयवस्य नाशात् तस्मिन् समवेतस्य नाशः. अतः त्रयणुकनाशात् चतुरणकनाशः, एवं च क्रमेण कपालिकानाशात् कपालनाशः, अन्ततो गत्वा घटनाशोऽपि जायते. अस्तु, सो अधुना परमाणोः यदि परमाणोः मध्ये संयोगः तस्य नाशेन संयोगे तस्य नाशः. एकनिमिष कश्चन ध्वनिः अस्ति पृष्ठभागे, कस्यचित् इति कस्य इति न जानामि, तर्हि किञ्चित् अस्तु कृपया अग्रे भगिनि. यथा पूर्वम् उक्तं, द्वयणुकं परमाणुद्वयसंयोगेन द्वयणुकं जातः. यदा तत्संयोगः सः संयोगः नष्टः जातः तेजः संयोगेन द्वयणुकस्य नष्टं भवति. सः संयोगः असमवायिकारणं द्वयणुकस्य. असमवायिकारणं किमर्थं चेत् संयोगः इति गुणः समवायेन परमाणौ स्थित्वा द्वयणुकम् इति कार्यम् द्वयणुकमिति कार्यं जनयति. असमवायिकारणनाशात् द्वयणुकं नष्टं भवति. किन्तु परमाणु इति द्रव्यः नित्यः अस्ति, द्वयणुकं नित्यं न भवति. इदानीमेव दृष्टवन्तः परमाणुद्वयस्य यदा परमाणुद्वयं यदि संयोगः नष्टः भवति चेत् द्वयणुकस्य नष्टः भवति. तर्हि परमाणुद्वयसंयोगनाशे सति द्वयणुकनाशः. अस्तु, अधुना इदानीं द्वयणुकं त्रयणुकस्य अवयवः. यदि द्वयणुकः एवं रीत्या द्वयणुकः अपि त्रयणुकस्य समवायिकारणम्, अपि च द्वयणुकस्य नष्टेन त्रयणुकस्य नष्टः अपि भवति. त्रयणुकः कथं जायते इत्युक्ते त्रयाणां द्वयणुकानां मध्ये यः संयोगः जातः तस्य तस्मात् त्रयणुकस्य जननम्. यदि तस्य संयोगः नष्टः भवति चेत् त्रयणुकस्य नाशं भवति. इदानीं ततः अग्रे यदि उपरि उपरि गच्छामः चेत् त्रयणकः इदानीं चतुरणकस्य अवयवः भवति. त्रयणकस्य नाशेन चतुरणकः अपि चतुरणकस्य नाशः अपि जातः. एवं रीत्या कपालिकापर्यन्तं नाशः जायते. कपालिकात् अनन्तरं कपालनाशः अन्ततो गत्वा घटनाशः अपि जायते. हा अस्तु, इति स्पष्टं स्यात्. प्रथमे सोपाने किम् अभवत्? प्रथमसोपाने तेजसंयोगः परमाणु द्वयणकस्य पूर्वं परमाणुषु पाकः जायते. किन्तु परमाणवः नित्यः, अतः ते परमाणवः नाशः न भवति. परमाणवः नाशः न भवति, किन्तु परमाणोः मध्ये ये संयोगः अस्ति तस्य नाशः भवति. परमाणवः क्रमेण परमाणोः मध्ये संयोगः क्रमेण कथं भवति इत्युक्ते परमाणुद्वयोः मध्ये द्वयणुकं एकनिमिष अत्र परमाणुद्वयं यदस्ति तयोः मध्ये संयोगनाशः भवति, अतः असमवायीकारणनाशात् जातः द्वेणुकनाशः, अथवा असमवायीकारणनाशात् कस्यचित् द्रव्यस्य नाशः इति वार्ता अस्ति. अस्तु, द्वयणुकात् आरभ्य कीदृशी स्थितिः? समवायीकारणनाशात्. समीचीनं भगिनि. कथं द्वेणुकं कस्य समवायीकारणं? त्रयणुकस्य समवायीकारणं, त्रयणुकः चतुरणकस्य समवायीकारणम्. उपरि उपरि गत्वा कपालिका नाशः भवति. कपालिकायाः अवयवः कपालस्य अवयवः, अनन्तरं कपालनाशः, कपालः घटस्य अवयवः, अन्ततो गत्वा घटस्य नाशः. हा, इति वार्ता अस्ति. आरम्भे हा तेजसंयोगः प्रथमं जायते परमाणुषु, ततः अग्रे एकः शिथिलसंयोगः अस्ति, तस्य नाशः प्रथमं भूत्वा द्वेणुकस्य नाशः भवति असमवायिकारणनाशात् इति. ततः अग्रे यः कोऽपि नाशः भवति उपरितनेषु अवयविषु, तत्सर्वं समवायिकारणनाशेन इति अस्ति. अस्तु, इति वार्ता अस्ति. अन्ततो गत्वा घटः अपि नष्टः भवति इति. अत्र जयन्ती भगिनी अग्रे पठति वा अयं घटनाशः इति, यथा वर्गे पठितमासीत् परिच्छेदद्वयं त्यक्त्वा. एकनिमिषं भगिनि वदतु कृपया. न किमपि नास्ति, अयं घटनाशः एव तत्र. अयं घटनाशः अस्माभिः न दृश्यते. अस्माकं पुरतः घटः तु तदानीमपि अस्ति, किन्तु सूक्ष्मस्तरे स च घटः नष्टः. स एव घटः तदानीमपि अस्ति इति अस्माकं भ्रान्तिः इति वैशेषिका अभिप्रायः. यथा ग्रीष्मकाले आयसस्य आकृतिः विकसति, वर्धते. यदा अधिकाधिका तपः आपतति तदा विद्युत्तन्तुः दीर्घो भवति. शैत्यकाले स च विद्युत्तन्तुः किञ्चित् लघ्वीभवति. एतादृशपरिवर्तनात् विद्युत्तन्तुः नितरां भिन्नः इति तेषां मतम्. एवं रीत्या यदा घटस्य तेजः संयोगः भवति तदा पूर्वतना अवयवसंयोगा नश्यन्ति. अपक्वघटस्य शिथिलाः अवयवसंयोगाः तेजः संयोगानन्तरम् अवयवसंयोगाः निबिडाः तदा घटे कठिनत्वम् अनुभूयते. तस्य कारणं च इदं यत् पूर्वतन अवयवसंयोगाः नष्टाः, नूतनतया निबिडसंयोगाः व्युत्पन्नाः. अत्र कथं पीलुपाक पीलु एव पीलुपाकवादिनः वदन्ति एकां प्रक्रियां यया द्रव्यनाशः भवति. तस्य विवरणम् अस्ति अत्र. द्रव्यनाशः पूर्वं वयं दृष्टवन्तः यत् क्रमेण द्रव्यनाशः कथं भवति इति. परमाणुतः द्रव्यनाशपर्यन्तं कथं भवति इति दृष्टवन्तः. परन्तु अस्माभिः यत् दृष्टं घटनाशः इति यः दृष्टः अस्ति तेजसंयोगेन कठिनः घटः यः उत्पन्नः भवति तत्तु घटनाशेन एव भवति. नूतनतया यः घटः आयाति स च घटः पूर्वतनघटस्य नाशेन भवति. कथम् इत्युक्ते यद्यपि अस्माकं पुरतः कठिनः घटः इति दृश्यते, प्रक्रिया तु द्रव्यस्य नाशः. प्रथमसोपाने द्रव्यस्य नाशः भवति, ततः एव पूर्व नूतनतनघटस्य उत्पन्नः भवति. अयं घटनाश अस्माभिः न दृश्यते. अस्माकं पुरतः घटः तु तदानीमपि अस्ति, किन्तु सूक्ष्मस्तरे तु घटनष्टः जातः. यद्यपि अस्माकं दृष्ट्या एतत् सर्वं न दृश्यते, क्रमेण न दृश्यते, परन्तु प्रथमं तु वस्तुस्थितिः अस्ति यत् घटस्य नाशः भवति. यः क्रमः वयं पठितवन्तः तेन क्रमेण एव घटस्य नाशः भवति. तस्मिन् स्थाने इति वक्तुं शक्नुमः वा? वस्तुतः नूतनः एव घटः. अस्तु, पुरातनः नष्टः, तस्मिन् तस्य स्थाने नूतनः घटः निर्मीयते. स्थाने नूतनः घटः अस्माकं पुरतः अस्ति. सः एव घटः तदानीमपि अस्ति इति अस्माकं भ्रान्तिः इति वैशेषिका अभिप्रायः. अस्माकं भ्रमः जायते कथं नूतनघटः अस्ति इति वक्तुं शक्नुमः इति. परन्तु वैशेषिकाः वदन्ति यत् सः एव क्रमः अस्ति, नाशेनैव नूतनघटस्य उत्पन्नं भवति इति. अस्माभिः तु अस्तु घटस्य मृदुत्वं गतम्, अधुना काठिन्यम् अथवा दार्ढ्यम् आगतम् इति चिन्तयामः खलु, तथा नास्ति इति वैशेषिकाभिप्रायः, इत्युक्ते पीलुपाकवादिनः अभिप्रायः. इत्युक्ते मृदुघटस्य नाशः भवति, तस्य स्थाने कठिनघटस्य उत्पन्नः जातः इति. अत्र तु उदाहरणं दत्तम् आसीत्, ग्रीष्मकाले आयसः इत्युक्ते मेटल्, स्टील् इति प्रायः. आयसेन विद्युत् तन्तवः ये निर्मिताः सन्ति, विद्युत्तन्तुः वर्धयन्ति ग्रीष्मकाले आतपस्य प्रभावेन ते वर्धन्ते, परन्तु ते एव शैत्यकाले लघ्वीभवन्ति. वैशेषिकानां मतानुसारेण प्रत्येकं समये तेषां नाशः भवति, तेषां स्थाने नूतना विद्युत्तन्ताः उत्पन्नाः जाताः इति. एवं रीत्या घटस्य तेजसंयोगः एवं रीत्या तेजसंयोगेन घटस्य कठिनत्वं यद्भवति घटस्य नाशात् एव भवति, नाशानन्तरमेव भवति. पूर्वतन अवयवसंयोगाः नश्यन्ति, तत्तु वयं जानीमः. क्रमेण परमाणुतः कपालिका, अनन्तरं कपालौ, तदनन्तरं घटस्य नाशः भवति. अपक्वघटस्य शिथिलाः अवयवसंयोगाः तेजसंयोगानन्तरम् अवयवसंयोग तेजसंयोगात् यः संयोगः नष्टः जातः, शिथिलः संयोगः यः नष्टः जातः, नाशानन्तरं नूतनसंयोगः भवन्ति परमाणोः मध्ये, यः निमिडः भवति. अत्र तु निबिडः संयोगः जातः. निबिडेन संयोगेन कठिनः घटः उत्पन्नः जातः. तदा घटे कठिनत्वम् अनुभूयते, तस्य कारणं च इदं यत् पूर्वतन अवयवसंयोगः तदेव घटस्य नष्टः तु पूर्वतनशिथिलः संयोगात् एव भवति. इदानीं शिथिलः संयोगस्य स्थाने निबिडः संयोगः जातः परमाण्वोः मध्ये, कठिनत्वम् उत्पन्नं जातम् अस्ति. तर्हि एतावत् यत् पठितम् एतावत् पर्यन्तं तत्र नाशप्रक्रिया दृष्टा. अधुना इदं ज्ञात्वा, अस्तु घटस्य नाशः जातः इति विषयं ज्ञात्वा, पुनः नूतनघटस्य उत्पत्तिप्रक्रिया का इति. अस्तु, तर्हि शिथिल अवयवसंयोगाः नष्टाः, निबिडसंयोगाः च व्युत्पन्नाः इति उच्यते अत्र. अस्तु, तर्हि अग्रे सावित्री भगिनी पठति वा? तर्हि पुरातनघटः नष्टः इति तत्र. आं भगिनि, श्रूयते वा? आं, तर्हि पुरातनघटः नष्टः द्वयणुके अपि रूपम् आसीत्, एवमेव सर्वेषु अवयवेषु रूपम् आसीत्. किन्तु यदा तेजस्संयोगः कृतः घटे, तदा परमाणुद्वयसंयोगनाशक्रमेण कपालनाशः घटनाशश्च अभवत्. अनेन परमाणून् अतिरिच्य सर्वे अवयवाः नष्टाः, तेषु आश्रितरूपमपि नष्टम्. परमाणवः किन्तु तस्मिन् क्रमे न नष्टः, ते अधुनापि सन्ति, तेषु च रूपम् अस्ति. तदानीं परमाणवः स्वतन्त्राः, ते तु न कस्यापि अवयवाः. तेषु स्वतन्त्रेषु परमाणुषु एव इति स्यात् प्रायः. अस्तु अस्तु, एव परमाणुषु सम्प्रति तेजसंयोगेन पूर्वतनश्यामरूपं नश्यति, नूतनतया च नवीनरक्तरूपम् उत्पद्यते. तदा परमाणुसंयोगात् द्वयणुकोत्पत्तिः, द्वयणुकसंयोगात् त्रयणुकोत्पत्तिः इत्येवं क्रमेण घटोत्पत्तिः. अपि च यद्रक्तरूपं निष्पन्नं परमाणुषु, तदेव रक्तरूपं नूतनावयवेषु घटे च वर्तते. अवयवाः रक्तरूपवन्तः, कपालः रक्तरूपवान्, एवं रीत्या च घटोऽपि रक्तरूपवान्. इत्थञ्च श्यामरूपवत् घटः नष्टः स्वतन्त्रेषु परमाणुषु श्यामरूपञ्च नष्टं, तत्र च रक्तरूपम् उत्पन्नम्. अनन्तरं द्वयणुकादिक्रमेण रक्तघटस्य उत्पत्तिः भवति. अत्र यथा भगिनी उक्तवती इदानीमेव, दीर्घत्वं लघ्वीत्वं तस्य संयोगः, तेषु मध्ये संयोगः अपि नूतनः, तत्र तथा एव अत्र घटस्य उदाहरणमस्ति. यदा पाकज अथवा तेजस्संयोगेन घटस्य कथं नूतनघटः कथं प्राप्यते इति लिखितमस्ति अत्र. पुरातनघटः यस्मिन् द्रवत्वम् आसीत्, लघु अपि च मृदुत्वम् आसीत्, तत्तु नष्टः. द्वयणुके अपि रूपम् आसीत्, एवमेव सर्वेषु अवयवेषु अपि रूपम् आसीत्, मृदुत्वम् अथवा द्रवत्वम्. किन्तु यदा तेजसंयोगः घटे स्थाप्यते तदा परमाणुद्वयसंयोगनाशक्रमेण कपालनाशः. इत्युक्ते यथा इदानीमेव भवती उक्तवती, परमाणुतः द्वियणुकं ततः त्रयणुकं ततः चतुरणुकम् इति कपालपर्यन्तम् अपि च घटपर्यन्तं नाशः, पुरातन अवयवाः नष्टाः भवन्ति, घटनाशः तदर्थं भवति. अनेन परमाणून् अतिरिच्य सर्वे अवयवाः, तदेव लिखितमस्ति, अवयवाः नष्टाः, तेषु आश्रितरूपमपि नष्टं. यदा समवायिकारणमेव नष्टः भवति, तत्र यत्किमपि रूपम् आसीत् तदपि नष्टं भवति अवयवे. परमाणवः किन्तु तस्मिन् क्रमे न नष्टः. परमाणवः नश्यति एव न किल, खलु? ते नित्याः, ते अधुनापि सन्ति, तेषु च रूपम् अस्ति. तदानीं परमाणवः स्वतन्त्राः, ते तु न कस्यापि अवयवाः, कस्यापि अवयवाः. अस्तु अस्तु, परमाणवः सर्वदा नित्या, सर्वदा स्वतन्त्रा एव, ते कस्यापि अवयवः न. द्वयणुकात् आरभ्य अवयवाः भवन्ति, त्रयणुकस्य चतुरणुकस्य, परन्तु अवयवः द्वयणुकस्य अवयवः नास्ति इति. इत्युक्ते क्षणमेकं यदा तादृशसंयोगः नश्यति तदा तदा स्वतन्त्राः भवन्ति. किन्तु तेषु किमस्ति अधुनापि, किमस्ति तेषु? तेषु अधुनापि रूपमस्ति, ते स्वतन्त्रेण तिष्ठन्ति एव. तेषु स्वतन्त्रेषु एव परमाणुषु सम्प्रति तेजस्संयोगेन पूर्वतनश्यामरूपं नश्यति. इदानीमेव दृष्टवन्तः, लघु लघु अवयवेषु आरभ्य कपालपर्यन्तं घटपर्यन्तं रूपं नश्यति, नूतनरूपमपि तथैव आगच्छति, नूतनतया च नवीनरक्तरूपमपि उत्पद्यते. तदा परमाणुसंयोगात् द्वयणुकोत्पत्तिः, त्रयणुकोत्पत्तिः, तथैव क्रमेण कपालः अपि च घटोत्पत्तिः भवति. अपि च यद्रक्तरूपं निष्पन्नं परमाणुषु तदेव रक्तरूपं नूतन अवयवेषु घटे च वर्तते. इदानीं तत्र रूपम् आसीत् इति उक्तवन्तः, परन्तु अत्र नूतनरक्तरूपम् आगतम् इति उक्तं परमाणुषु. हा, तत्तु रक्तरूपं केन आगतम्? मम प्रश्नः अस्ति प्रथमं यदा श्वेतरूपम् आसीत् श्वेतमपि अस्ति रक्तमपि अस्ति वा इदानीं न तर्हि किञ्चित् भ्रमः जातः यतोहि वयं तु परिच्छेदद्वयं त्यक्त्वा अग्रे गतवन्तः इति तर्हि अस्य आरम्भः कथं जातः प्रथमं तेजसंयोगः आसीत् इत्यस्मात् एव जातः खलु तेजसंयोगेन शिथिलसंयोगः नष्टः इति कृत्वा अग्रे गत्वा गत्वा द्रव्यम् अपि नष्टमासीत् किन्तु तेजसंयोगः कुत्र जातः प्रथमतया प्रथमतया परमाणुषु हा परमाणुषु यदा तेजसंयोगः जातः तदा न केवलं शिथिलसंयोगस्य नाशः अपि तु इदमपि जातं किं पूर्वतनश्यामरूपं नश्यति नूतनतया नवीनरक्तरूपम् इति तद् अवगच्छामि परन्तु अत्र लिखितमस्ति तदानीमपि परमाणुषु रूपम् आसीत् इदानीमपि रूपमस्ति परन्तु इदानीं रक्तरूपम् अस्ति मम प्रश्नः तदानीमपि रूपम् अस्ति इति लिखितं खलु तत्र परमाणवः न नश्यन्ति तस्मिन् रूपः नश्यति वा न वा रूपं नश्यति इति तु सत्यम् इति प्रायः राजेन्द्रमहोदयस्य वा कस्यचित् प्रश्नः आसीत् वर्गे तर्हि उत्तरमस्ति यत् तेषु विद्यमानं रूपं नश्यति परमाणवः न नश्यन्ति अत्र लिखितम् अस्ति भगिनि नूतनतया च नवीनरक्तरूपम् उत्पद्यते तेजसंयोगेन तदवगच्छामि परन्तु पुरातनरूपं नष्टं सत्यं इत्युक्ते परमाणवः तु न नष्टाः परन्तु तेषु विद्यमानेषु गुणानां नष्टः परिवर्तनं जातं तत्र तेजसंयोगेन गुणनाशः परमाणुषु अपि भवति नूतनरूपमपि आगच्छति यथा घटे भवति तथैव सत्यं किन्तु प्रक्रिया का अस्ति तस्य नूतनरूपस्य प्रश्नं न अवगतम् अपि च इति वाक्यं पठतु अपि च कुत्र अस्ति भवत्याः अग्रिमवाक्यम् अपि च ते अधुनापि सन्ति तदानीं परमाणवः तेषु तदा अस्तु अपि च यद्रक्तरूपं निष्पन्नं परमाणुषु तदेव रक्तरूपं नूतन अवयवेषु घटे च वर्तते समीचीनम् अवगच्छामि नूतनरक्तरूपं परमाणुषु प्रथमं भवति तदनन्तरं द्वयणुके त्रयणुके चतुरणुके क्रमेण घटे अपि भवति इति अवयवाः रक्तरूपवन्तः कपालः रक्तरूपवान् एवं रीत्या च घटोऽपि रक्तरूपवान् इत्थञ्च श्यामरूपवद्घटः नष्टः स्वतन्त्रेषु परमाणुषु श्यामरूपञ्च नष्टम् अस्तु इदानीं तथैव मम अवगमनं समीचीनमस्ति भगिनि श्यामरूपं नष्टं क्रमेण गच्छति नष्टमपि क्रमेण गच्छति उत्पत्ति अपि क्रमेण गच्छति परमाणुतः आरभ्य कपालपर्यन्तम् अथवा घटपर्यन्तं क्रमेण रूपनष्टं भवति नूतनरूपमपि आगच्छति तत्र च रक्तरूपम् उत्पन्नम् अनन्तरं द्वयणुकादिक्रमेण रक्तघटस्य उत्पत्तिः भवति तथैव अवयवेषु क्रमेण घटपर्यन्तं रक्तरूपम् आगच्छति हा समीचीनम् इति वार्ता परन्तु इदम् अवधेयं यत् घटे नूतनघटे यद् रूपमस्ति तत्तु अवयवरूपनाशात् न आगतम् इत्युक्ते घटः एव नष्टः तदा घटगतस्य रूपस्य नाशः जातः आरम्भे इति अस्ति इति किञ्चित् भेदः अस्ति यद्यपि एतेषां प्रक्रियानुगुणं कपाल अथवा अवयवगतरूपम् अवयवगतगुणः अवयविनि विद्यमानगुणस्य कारणम् इति उत्पत्तिप्रक्रियायाम् अस्तु. परन्तु नाशप्रक्रियायाम् अवयवगतरूपस्य नाशः जातः अतः अवयविनि विद्यमानरूपस्य नाशः इति तु नास्ति, तावदेव वक्तुमिच्छामि. आमामां, यतोहि नाशप्रक्रियायां द्रव्यं स्वयं नश्यति, नश्यति सत्यं, कपालः नश्यति, कपालगतरूपं नष्टं तदर्थं घटगतरूपं नष्टम् इति नास्ति, घटः स्वयं नष्टः तदर्थं घटस्य रूपमपि गतम् इति अस्ति. अस्तु, अग्रिमवाक्यद्वयमपि किञ्चित् पठतु भगिनि सारांशत्वेन. अस्तु, अयं घटोत्पत्तिक्रमः पाकानन्तरम् एव भवति. तस्मिन् क्रमे तस्मिन् च क्रमे येन परमाणुद्वयसंयोगेन द्वयणुकम् उत्पद्यते सः संयोगः निबिडः न तु शिथिलः. आरम्भे अपक्वघटे अवयवसंयोगेषु शैथिल्यं, तत्र मृदुत्वम् अनुभूयते घटे. पाकेन च एते शिथिलसंयोगाः नश्यन्ति, तदा पाकानन्तरं ये नूतनावयवसंयोगाः जायन्ते तेषु नैबिड्यं वर्तते. अनेन च घटः नितरां नूतनः, तदा कठिनत्वम् अनुभूयते घटे. अस्तु, अस्मिन् प्रक्रिये यथा भगिनी इदानीमेव उक्तवती, घटः एव नष्टः किमर्थं चेत् अवयवेषु यत् शैथिल्यम् आसीत् तस्य नाशं भवति. संयोगे संयोगे यः शैथिल्यं यत् शैथिल्यम् आसीत् तद् नष्टं नष्टः भवति, अपि च मृदुत्वं अपगच्छति. नूतनतया पाकेन यः शैथिल्यसंयोगः नष्टः तस्मिन् स्थाने नूतन अवयवसंयोगाः जायन्ते पाकेन तेषु नैबिड्यं वर्तते. इदानीं नूतन नैबिड्यम् इति गुणः वा भगिनि? वस्तुतः गुणे गुणः न भवितुम् अर्हति. सरला भगिनी किम् उक्तवती? न भगिनी, नैबेद्यम् निबिदं भिन्न तत्र तु निबिडः तस्य भावः नैबिड्यं तावदेव, यथा सुन्दरः सौन्दर्यं सुन्दर. अस्तु, संयोगे सत्यं भगिनि, संयोग एव गुणः, तस्मिन् नैबिड्यं वर्तते प्रायः, गुणः न अन्यत् केवलं केवलं धर्मः इव, नूतनः एव संयोगः शिथिलसंयोगः न इति सूचयितु. अस्तु, निबिडसंयोगः इति आगच्छति. अनेन पुरातनघटः नष्टः, नूतनघटः आगतः, तस्मिन् कठिनत्वम् अनुभूयते नैबिड्येन. अपि च यः कठिनः घटः अस्माभिः दृश्यते सः नूतनः एव. समीचीनं, यद्यपि साक्षात् एतादृशी प्रक्रिया न अनुभूयते तथापि वैशेषिकाणां मतानुगुणं प्रतिक्षणं तत्र कस्यचित् नष्टः कस्यचित् जननम् इति कृत्वा एवं भवति. द्रव्यस्य संज्ञा एव अवयवे अवयव नूतन अवयवः चेत् नूतनद्रव्यमेव खलु. सत्यं सत्यं, नूतनसंयोगः तदा नूतन परमाणोः मध्ये नूतनमेलनं तथा कृत्वा नूतनः घटः इति. भगिनि, स्पष्टीकरणार्थम् अहं पृच्छामि, द्वानेकस्य कोऽपि अवयव नास्ति? एकनिमिषः, द्वयणुकस्य अवयवः इति पृष्टवती वा? परमाणुद्वयं संयोग परमाणु स्वतन्त्र अस्ति, रैट्? परमाणुद्वयसंयोग परमाणवः संयोगेन द्वारकं निर्मीयते. सत्यं सत्यं, यथा कपालः घटस्य अवयवः, तद्वत् द्वयणुके विद्यमानं प्रत्येकं परमाणुः द्वयणुकस्य अवयवः अत्र लिखितमस्ति. ते तु न कस्यापि अवयवाः परमाणवः. इत्युक्ते अत्र तदानीं परमाणवः स्वतन्त्राः इति अस्ति खलु, तर्हि तस्मिन् क्षणे इति किल तस्य अर्थः. तस्मिन् क्षणे इत्युक्ते यदा शिथिलसंयोगस्य नाशः भवति तस्मिन् क्षणे द्व्यणुकस्य नाशः इति कृत्वा तस्मिन् क्षणे न अवयवाः इति चिन्तयामि. अपि च अहं कुत्रचित् अस्ति परमाणूनाम् अवयव अवयविकरपत्रेषु कुत्रचित् अस्ति, मयापि इतोपि एकवारं पठनीयम्. आम् अहं स्मरामि, तथा लिखितमस्ति. सत्यं विद्याधर्यामपि तथा आसीत् वयं पठितवन्तः. नो इदानीं स्वतन्त्रता पठितुं मम मनसि शङ्का आगच्छति. तथैव तदर्थं यावत् परमाणु अहं चिन्तयामि, यावत् परमाणु कोऽपि संयोगः न गच्छति, कमपि न भवति, तत् परमाणु तु स्वतन्त्रतया एव तिष्ठति. परन्तु यदा परमाणुद्वयं मिलित्वा द्वयणुकम् उत्पद्यते तदा तु स्वतन्त्रतया न तिष्ठन्ति ते. इति अत्र उक्तमस्ति इति मम चिन्तनमपि. तदानीं परमाणवः स्वतन्त्राः इत्युक्ते यदा संयोगः नास्ति नास्ति इति. किन्तु तत्र वार्ता काचित् भिन्ना अस्ति परमाणूनां विषये. अधुना न स्मरामि, किन्तु प्रायः प्राप्नोमि चेत् प्रेषयिष्यामि. अस्तु. द्वयणुकस्य किमपि वैचित्र्यम् अस्ति, अहं स्मरामि तत् द्वयणुक न स्मरामि स्पष्टतया. आम्, परन्तु द्वयणुकस्य अवयवाः तु परमाणुद्वयम् इति तु अस्ति. परमाणुस्तरे किञ्चित् वैचित्र्यं किमपि अस्ति, करपत्रेषु प्राप्नोमि चेत् प्रेषयिष्यामि. तर्हि अस्तु, तर्हि इतः अग्रे सावित्री भगिनी किं अहं वक्तुमिच्छति स्म, द्वयणुकस्य समवायिकारणनाशः एव न भवति. सत्यं, तत् सत्यं, यतोहि परमाणूनां नाशः एव न भवितुमर्हति. समीचीनं, तर्हि द्वयणुकस्य नाशः तर्हि प्रायः असमवायिकारणनाशेन एव सिद्ध्यति यथा अत्र दृष्टवन्तः इति स्यात्. अस्तु, अग्रे सरेम. सन्ध्या भगिनी पठति वा? अत्र वा मूलपर्पटनिर्माणसमये मूलपर्पटनिर्माणसमये पर्पटः गृहान् अस्ति. आतपे पर्पटः बहिः स्थाप्यते दिनपञ्चकं यावत्. अनन्तरम् आपणं प्रति पर्पटः आनीयते. दिनपञ्चकानन्तरं तेजस्संयोगवशात् आदिमदिने यः आकारः आसीत् स च आकारः अन्तिमदिने तदपेक्षया नितरां भिन्नः. आदिमदिने जलसंयोगात् बृहान् आसीत्. तेजस्संयोगानन्तरम् अन्तिमे दिने यदा आपणं प्रति प्रेष्यते तदा पर्पटः लघुः जातः. तेजस्संयोगात् आकृतेः वैपरीत्यं दृश्यते. अनेन पुरातनः अवयवी नष्टः, नूतनावयवी उत्पन्नः इति वैशेषिकाणाम् आशयः. परमाणवः ते एव, किन्तु नूतनसंयोगेन द्व्यणुकात् आरभ्य सर्वे अवयवाः भिन्नाः. एवं कृत्वा पूर्वतनपर्पटः अन्यः, इदानीन्तनपर्पटः अन्यः. तर्हि यथा पूर्वं घटस्य विषये उदाहरणं दत्तवन्तः, तथैव इदानीं पर्पटस्य विषये अपि. यदा आदौ पर्पटः निर्मीयते तदा बृहान् भवति, यतोहि तत्र जलसंयोगः भवति. अनन्तरं तत्र आतपे यदा स्थाप्यन्ते पर्पटाः पञ्चदिनानि यावत् उदाहरणार्थं, तदा तेजस्संयोगेन जलसंयोगः तत्र न्यूनः भवति. अतः तेन तत्र परमाणौ तत्र तेजस्संयोगात् तत्र पूर्वं बृहान् आसीत् जलसंयोगकारणेन, इदानीं तेजस्संयोगेन पर्पटः लघु भवति. तर्हि पूर्वं तत्र पुरातनपर्पटः भिन्नः आसीत्, इदानीन्तनपर्पटः नूतनः अन्यः अस्ति इति वैशेषिकाणां मतमस्ति. तत्र पुरातनपर्पटः नष्टः, अनन्तरं तत्र नूतनपर्पटः उत्पन्नः इति ते वदन्ति, यथा घटस्य विषये. हा हा, समीचीनं, तथा एव अस्ति अत्रापि प्रक्रिया. परमाणुस्तरे प्रथमतया संयोगः नश्यति, तेन द्वेणुकनाशः, ततः अग्रे गत्वा नूतनसंयोगः, अपि च अन्ततो गत्वा नूतनाः पर्पटाः एव इति. इत्युक्ते प्रथमं तत्र संयोगः इत्युक्ते तत्र जलेन सह संयोगः यः अस्ति सः नश्यति, अनन्तरं तेजस्संयोगेन तत्र पुनः अत्र किमस्ति स्पष्टं नास्ति. आदिमदिने जलसंयोगात् बृहान् आसीत्, तेजस्संयोगात् तद् लघु भवति. तर्हि यत् पूर्वं घटस्य विषये दृष्टवन्तः, तत्र तेजस्संयोगेन परमाणु तत्र द्व्यणुके तत् संयोगनाशः भवति, अनन्तरं त्र्यणुके इति संयोगनाशः. तर्हि अत्र द्वयम् इति भवति वा, इत्युक्ते परमाणु द्वयोः मध्ये, इत्युक्ते द्व्यणुके प्रथमं यः संयोगः अस्ति सः अपि नश्यति, अनन्तरं द्वयोः मध्ये यः जलसंयोगः अस्ति सः अपि नश्यति, तत् संयोगद्वयं भिन्नं किल तत्र? इति तु सत्यं, परन्तु अन्ततो गत्वा परमाणुस्तरे जलपरमाणवः ये भवन्ति, प्रायः तेषां कारणेन शैथिल्यम् अथवा मृदुत्वम् अनुभूयते आरम्भे. तर्हि तेषु जलपरमाणुषु यदा तादृशसंयोगः शिथिलसंयोगः नश्यति, तदा प्रायः अन्ततो गत्वा सर्वेषु अवयवेषु ततः आरभ्य भवति इति अहं चिन्तयामि. किन्तु भवत्याः प्रश्नः कः, कयोः मध्ये संयोगः नश्यति इति वा? न, तद् तत्र संयोगः तु परमाणुद्वयोः वा तत्र द्व्यणुकयोः वा त्र्यणुकयोः इत्येव अस्ति संयोगः, परन्तु तत्र जलसंयोगः कुत्र अन्तर्भवति? सः संयोगः इत्युक्ते परमाणुद्वयोः यः संयोगः सः जलसंयोगात् भिन्नम् अस्ति वा इति प्रश्नः आसीत् मम. इत्युक्ते पर्पटे तत्र पर्पटस्य यः यद् द्रव्यमस्ति तस्यापि अवयवाः सन्ति, अनन्तरं जलपरमाणवः अपि सन्ति. हा हा, अवगच्छामि. पर्पटः इति केवलम् एकं वस्तु न इति खलु, तस्मिन् पार्थिवपरमाणवः अपि सन्ति, जलीयपरमाणवः अपि इति. आम्, तर्हि तत्र संयोगः यदा नश्यति तर्हि तत्र एतत्तु अवगच्छामः, तत्र परमाणवोः तत्र संयोगः नश्यति, परन्तु तत्र जलपरमाणूनां किं भवति इति अत्र प्रायः विषयः. जल बाफ भवति भगिनि तपस्य कारणे, शुष्कं भवति न? शुष्कं भवति, किन्तु जलपरमाणूनां किं गतिः का इति भगिन्याः प्रश्नः खलु. जलं तस्य अहं चिन्तयामि, द्रवत्वम् इति अपि एकः गुणः अस्ति खलु. प्रायः आतपस्य योजनेन तेजसंयोगेन तादृशद्रवत्वं नश्यति इति मम चिन्तनमस्ति. परमाणुस्तरे एव तादृशं नश्यति चेत् तर्हि आर्द्रता अथवा मोयिश्चर् इति प्रायः न भवति. तर्हि तेषां परमाणूनां ये पूर्वं जलपरमाणवः आसन् तेजसंयोगेन इदानीं ते जलपरमाणवः नैव भवन्ति, तत्र तेषां परिवर्तनमेव भवन्ति प्रायः, यथा पूर्वं कुत्रापि दृष्टवन्तः तत्र पूर्वं घटपरमाणवः भवेयुः, परन्तु अनन्तरं यदा स्वतन्त्राः भवन्ति तदा गत्वा ते पटपरमाणवः अपि भवितुम् अर्हन्ति। हा सत्यम्, एकवारं यदा तादृशी स्वतन्त्रता प्राप्यते तदा किमपि उक्तमासीत् ईश्वर इच्छया प्रायः यत्र कुत्रापि गन्तुम् अर्हन्ति इति। हा हा, तर्हि जलपरमाणवः ये आसन् ते इदानीं परिवर्त्य भिन्नपरमाणवः भवेयुः अत्र भवेयुः। हा, यत्र कुत्रापि गन्तुं यामि भगिनी, तथा प्रायशः न भवति। जलं तु अपगच्छति यदा तेजसंयोगेन, यत्किमपि जलं तत्र आसीत् बहुधा तत्र जलं तु अपगच्छति। तथा तादृशी स्थिति तु घटे अपि आसीत्, मृदुत्वं यथा तत्र घटे आसीत् सा मृदुत्वम् अपि जलकारणेन आसीत्, तत्रापि जलं तु अस्ति एव, तत् न वक्तव्यम् आसीत्, परन्तु जलं तु घटनिर्माणे अपि जलम् आसीत्। सत्यं सत्यं महोदय, जलं तु गच्छति इत्युक्ते तस्य किम् इवापरेशन् भवति इति, परन्तु परमाणवः कुत्रचित् अपि न गच्छन्ति खलु, न नश्यन्ति ये केपि, जलमपि न अस्ति तत्र, तु किं नश्यति न, एवापरेट् भूत्वा तत्र कुत्रापि गच्छन्ति, नष्टं तु न भवन्ति। हा, नष्टं तु न भवन्ति, यत्किमपि वयं पश्यामः इवापरेशन् इव, तत्तु जलीयपरमाणूनां गुणपरिवर्तनम् इत्येव अहं चिन्तयामि, द्रवत्वस्य नाशः इति अहं चिन्तयामि। द्रवत्वम् इत्यपि एकः गुणः अस्ति खलु, तस्य नाशः इति मम चिन्तनमस्ति। प्रायः जलसंयोग पार्थिवद्रव्यस्य परम्परा विधि भवति, परम्परा संयोगेन कयोः, जल अथवा पर्पटस्य पार्थिवपरमाणोः न, द्रव्यमस्ति, पार्थिवपरमाणवः अपि द्रव्याणि, जलपरमाणवः अपि द्रव्याणि, तर्हि सामान्यरीत्या संयोगः स्यात् खलु, पारम्परिकता इति किमपि नास्ति अत्र इति चिन्तयामि। अस्तु, तर्हि अग्रिमपरिच्छेदः एव अन्तिमः अद्यतनः, सरला भगिनी पठति वा? अस्तु, प्रकृतौ यथा पाषाण अवयवसंयोगेषु नैबिध्यं वर्तते, तथैव घटे तेजसंयोगानन्तरं घटा अवयवसंयोगेषु नैबिध्यम् अस्ति, तत्र च घटस्य असमवायिकारणं कपालसंयोगः, स च संयोगः पूर्वम् अन्यविधः आसीत्, अधुना अन्यविधः जातः, अपि च असमवायिकारणनाशात् द्रव्यनाशः इति तु भवति एव, एवमेव परमाणुद्वयसंयोगरूप असमवायिकारणनाशाद्वयणुकनाश इति अस्ति, इति रीत्या घटस्तरे अवयवसंयोगाः सर्वे नष्टाः, नूतनाः अवयवसंयोगाः उत्पन्नाः इति चेत् वैशेषिका घटनाशम् अङ्गीकुर्वन्ति। घटनश्च चेत् तस्मिन् विद्यमानं रूपं तु नष्टमेव, किन्तु घटगतरूपनाशस्य अत्र कारणं समवायिकारणनाशः, न तु समानाधिकरणगुणतेजसंयोगः। वैशिष्यकमते यस्मिन् काले तेजसंयोगेन घटे रूपान्तरं भवति, तद् रूपान्तरं केवलं रूपान्तरं न, घट अन्तरम् अपि अस्ति। तस्मिन् घटे गन्ध, अन्यस्पर्श, अन्यरूपमपि अन्यत् सर्वं परिवर्तते। पूर्वं शिथिलसंयोग, अधुना निबिडसंयोग, पूर्वं मृदुत्वम्, अधुना कठिनत्वम्, अतः पूर्वतनघट नास्ति, नूतनघट निष्पन्न। अतः पुनः सारांशरूपे कथं घटस्य पूर्व रूपं नष्टं भवति, नवीनरूपम् उत्पन्नं भवति। प्रकृतौ यदा पाषाण अवयवसंयोगेषु नैबिड्यं वर्तते, तथैव घटे संयोगान्तरं घट अवयवसंयोगेषु नैबिड्यम् अस्ति. घटस्य तेजस्संयोगेन पूर्व मृदु वा शिथिल रूपं नष्टति. तद् तेजस्संयोग कारणेन अवयवेषु नैबिड्यम् आगच्छति. संयोगेषु नैबिड्यम् आगच्छति. प्रकृतौ अपि एतत् पाषाण अवयवेषु अवयवसंयोगेषु एता विधिः अस्ति. तत्र च घटस्य असमवायिकारण कपालसंयोग सत्संयोगपूर्वम् अन्यविध आसीत्, अधुना अन्यविध जातः. घटस्य असमवायिकारणम् अस्ति कपालसंयोग स च संयोग अधुना अन्यविध जातः. पूर्वस्य पूर्वसंयोग अस्ति असमवायिकारण कपालसंयोग घटस्य तत् भिन्ना अस्ति. इदानीं भिन्नं भवति तेजसंयोगकारणेन. इदानीं निबिडः संयोगः अस्ति खलु तेजसंयोगस्य कारणेन. पूर्वं तु शिथिलसंयोगः. शिथिलसंयोगः द्वयो भिन्नौ अस्ति, भिन्नौ स्तः. अपि च असमवायिकारणनाशात् द्रव्यनाश इति तु भवति एव. पुनः असमवायिकारणनाशात् मीन्स् इत्युक्ते द्वयानकसंयोग कपालद्वयसंयोग सारि क्षम्यतां परमाणुसंयोगनाश संयोगनाशकारणात् द्वयानको नाशं भवति. असमवायिकारणनाशात् द्रव्यनाशं भवति. अन्ततो गत्वा समवायिकारणे द्वयानुकस्य तदनन्तरं त्रयाणुकस्य तदनन्तरं चतुरणुक कपालिका कपालघट तस्य नाशं भवति इति तु भवति एव. एवमेव परमाणुद्वयसंयोगरूप असमवायिकारणनाशात् द्वयानुकनाशात् इति अस्ति. इति रीत्या घटस्तरे अवयवसंयोगाः सर्वे नष्टाः. इदानीम् अहम् उक्तवती परमाणुसंयोगनाशरूप तदनन्तरं क्रमेण द्वाणिक त्रयाणुक चतुरणुक कपालिका कपालिका सवय सर्वे अवयवाः घटस्य संयोगनाष्टः भवन्ति. नूतन अवयवसंयोगः उत्पन्ना. पूर्व अवयवसंयोग नष्ट यदा भवति तदनन्तरं नूतन अवयवसंयोग जायते. वैशेषिकाः घटनाशम् अङ्गीकुर्वन्ति. वैशेषिकाः घटनाशं यथा नैयायिक वदन्ति तथैव घटनाशमपि अङ्गीकुर्वन्ति. ते वैशेषिकाः अत्र वार्ताकः इति चेत् वैशेषिकाः कदा अङ्गीकुर्वन्ति? यदा अवयवसंयोगः नष्टः नूतन अवयवसंयोगः उत्पन्ना. घट नष्ट चेत् तस्मिन् विद्यमानरूपं तु नष्टमेव. यदि द्रव्यस्य नाशनं भवति तत्कारणं द्रव्ये विद्यमानगुणः अपि नश्यति. घटनष्टेन तस्मिन् विद्यमानरूपमपि नश्यति. किन्तु घटरूपनाशस्य अत्र कारणं समवायिकारणनाश न तु समानाधिकरणतेजस्संयोग. इदानीं वयं जानीमः घटस्य रूपनाश अस्ति तस्य समवायिकारणनाश. घटस्य नाश भवति तदर्थं घटे विद्यमानरूपमपि नश्यति. तस्य कारणमस्ति समवायिकारणनाश. न तु समानादिकरणतेजसंयोग यदा पूर्वं लिखितमस्ति जन्यगुणनाश नास्ति किन्तु स्वाधिकरणे अन्तर्गतो गुणनाश भवति इत्युक्ते अयं तेजसंयोगः यः आरम्भे आसीत् यद्यपि सः समानादिकरणगुणः इति तु सत्यं खलु सत्यं किन्तु घटस्य रूपनाशः यदा अभवत् तदा घटः स्वयमेव नष्टः आसीत् तदर्थम् अभवत् इति वार्ता अत्र अस्तु अयं तेजसंयोगः यद् अधुना वयं संयोगं यद् वयं चर्चयन्तः स्मः सः तेजसंयोगः जनकनाशाजन्यगुणनाशः समानादिकरणगुणजन्यः इत्यस्य उदाहरणं नास्ति अस्तु इति वार्ता पीलुपाकवादिनाम् अधुना तु पीलुपाकवादिनां मतानुगुणं नाशः अपि च उत्पत्तिः इति चर्चाविषयः तस्मिन् सन्दर्भे तर्हि एते वदन्ति तत्र समानाधिकरणगुणजन्यः रूपनाशः तेजस्संयोगेन केवलं परमाणुस्तरे एव भवति तत्परं यः रूपनाशः भवति तत् सर्वं समवायिकारणनाशेन एव भवति इति तदर्थमेव इति घटगतरूपनाशस्य अत्र कारणं समवायिकारणनाशः किन्तु आरम्भे तु आरम्भे अस्ति तेजसंयोगः आरम्भे आसीत् आरम्भे तेजसंयोगः प्रायः समवायिकारणनाश हा तेजसंयोगेन किम् अभवत् परमाणुद्वयसंयोगस्य नाशः अभवत् खलु तर्हि प्रायः तत्र जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः तेजसंयोगः इति वक्तुं तेजसंयोगनाशात् अभवत् इति वक्तुं शक्नुमः परन्तु अस्मिन् स्तरे तु समवायिकारणनाशेन वैशेषिकमते यस्मिन् काले तेजसंयोगेन घटे रूपान्तरं भवति तद् रूपान्तरं केवलं रूपान्तरं न घटान्तरम् अपि अस्ति तेजसंयोगेन केवलं न घटे यस्य एकरूपं नश्यति अन्यरूपम् उत्पद्यते तद् रूपान्तरं न केवलं घटे भवति किन्तु घट अन्तरम् अपि अस्ति घटस्य अन्तरे अन्तरपि अस्ति न तत् तत् केवलं घटस्य रूपान्तरं न रूपान्तरम् इत्युक्ते श्यामरूपं गत्वा किं रक्तरूपस्य आगमनं रक्तरूपं केवलं तथा न घटान्तरम् इत्युक्ते नूतनघटः ओ आमां यथा वयं पूर्वम् शीतलघट नश्यति सूक्ष्मरूपेण तस्य स्थाने कठिनघटन् आगच्छति तस्मिन् घटे गन्ध अन्यस्पर्श अन्य रूपमपि अन्यत् सर्वं परिवर्तित पूर्वशिथिलशिथिलसंयोग अधुना निबिडसंयोग पूर्वं मृदुत्वम् अधुना कठिनत्वम् अतः पूर्णतनघट नास्ति नूतनघट निष्पन्न इति वार्ता अस्ति तेजसंयोगेन पूर्वरूपं वा पूर्व विद्यमानगुणाः गन्धस्पर्श सर्वे नश्यन्ति सूक्ष्मतया शिथिलरूपं मृदुरूपं तस्य स्थाने निबिडसंयोगः भवति नूतन गुणः आगच्छति रक्तगुण वा कठिनत्वम् आगच्छति घटे नूतनघटं निष्पन्न हा नूतनघटः तस्य नूतनाः गुणाः इति वार्ता अस्तु अत्र स्थगयामः कोऽपि प्रश्नः अस्तु विरमामः शुभरात्रिः भगिनि अग्रिमे सोमवासरे एकनिमिषः भगिनि एकनिमिषः